नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र व्यङन्तदातवः इति पाठः, तत्र गतसप्ताहे ऋकारान्तानां साधितवन्तः, आरम्भं कृतवन्तः ऋकारान्तानां, ऋकारान्तधातूनां यङन्तधातुशुद्धिः इति। तत्र त्रिषु विभागेषु अस्ति इति, तत्र असंयोगपूर्व ऋकारान्तधातुः, तदेव वयं गतसप्ताहे दृष्टवन्तः। रीङ् ऋतः इति सूत्रं, ऋदन्त अङ्गस्य रीङ् आदेशः भवति कृत् भिन्न सार्वधातुकभिन्न यकारे परे इति। तत्र कृ इति धातुः, तत्र यङ् इति विधीयते, तत्र रीङ् इति आदेशः, रीङ् ऋतः इति इत्यनेन ऋदन्त अङ्गस्य रीङ् रीङ् आदेशः भवति सार्वधातुकभिन्न यकारे परे इति। अत्र क्रीयोगः य, अनन्तरमेव अस्माकं द्वित्वकार्यं, सामान्यद्वित्वकार्यम्, अनन्तरं विशिष्टद्वित्वकार्यं। क्री क्रीयोगः य, सामान्य अभ्यासकार्यम्, अनन्तरं विशिष्ट चीक्रीय, अनन्तरं विशिष्ट अभ्यासकार्यं गुणो यङ्गुकोः, चेक्रीय चेक्रीय चेक्रीयते इति रूपम्। अतः रीङ्तः असंयोगपूर्व ऋकारान्तधातुः यथा कृ अस्ति चेत् तत्र रीङ् ऋतः इत्यनेन रीङ् इति ऋकारान्तस्य अङ्गस्य रीङ् इति आदेशः भवति। तत्र एव उदाहरणानि सन्ति किल, तद् रूपं साधनीयं। भृ योगः यङ् इति अस्मात्, महोदय भवान् एव प्रथमं करोति वा? भृ योगः यङ् हा भगिनि, हा क्षम्यतां, म्यूट् मध्ये आसम्। भ्रूयोग यङ् अस्ति तत्र, किमस्ति तत्र रीङ्तः आदौ भवति वा? एकनिषदङ्गस्य रीङ् आदेशः भवति खलु तत्र भृ भृ भृ, एकनिमिष, तत्र किं भवति रिङ् रीङ्तः, एकनिमिष, रीङ्ता इत्यनेन तत्र रीङ् आदेशः भवति, ब्री ब्री ब्री वा ब्री ब्री ब्रीय इति अस्ति, ब्रीय ब्री ब्रीय इति, अनन्तरं बिभ्रीय, अनन्तरं बेभ्रीय इति, तत्र ह्रस्वः, अनन्तरं तत्र चत्वं चत्वम् इति जस्त्वं भवति, अनन्तरं गुणगुणयङ्गुकोः इत्यनेन बेभ्रीय इति भवति, बेभ्रीयते, अनन्तरम् अकारान्तः अस्ति, बेभ्रीयते बेभ्रीयते बेभ्रीयन्ते बेभ्रीयसे बेभ्रीयते बेभ्रीयद्वे बेभ्रीये बेभ्रीयावहे बेभ्रीयामहे इति रूपाणि, शप् योजयित्वा तथा अथ गुण इत्यनेन शप् तत्र भवति। वृ इत्यपि करोतु महोदय, वृ इति अस्ति तत्रापि, तदपि व्री व्रीय इति रीङ् ऋतः इत्यनेन, एकनिमिष भगिनी, अत्र रीङ् ऋतः ऋतः अङ्गस्य रीङ् यौ किमस्ति अत्र, यौ इत्युक्ते चौ वा, यौ सारि यौ योः अकसार्धातुकयोः इति अस्ति अत्र, एकनिमिष, किमस्ति अत्र यकारद्वयं किमर्थम् अहं न जानामि तत्र रीङ्तः। तत्र गतसप्ताहे एव वयं तस्य विषये चर्चितवन्तः किल, यकारादि कृद्भिन्न सार्वधातुकभिन्न प्रत्यये परे इति आसीत्। तत्र यकारादि इत्यत्र यकारादि कृद्भिन्न सार्वधातुकप्रत्यये परे च्वि प्रत्यये परे इति द्वयमपि अस्ति तत्र, अतः द्विवचनं स्वीकृतम् इति, षष्टिद्विवचनं, न क्षम्यतां, सप्तमी द्विवचनं, षष्टि नास्ति, परे किल, पर परसप्तमी, परसप्तम्यां सत्यं, योः इति तत्र खलु यकार इ इति अस्ति, तस्य सप्तमी द्विवचनं, किमर्थं द्विवचनं? तत्र यकारादि च्वि प्रत्यये, न यकारद्वयम् इति अहं तत्र कव्योः इति, तत्र नद्योः इति तादृश, सत्यं यकारद्वयम् अस्तु तर्हि वृ व्री व्री व्रीय इति धातुः क्षम्यता व्रीय इति इदानीम् अकृसद् रीङ्घृतः इत्यनेन अनन्तरं तत्र अकृसादकदीर्घः अपि भवति वा अत्र भवितुमर्हति खलु अकृत् सार्वधातुकयो दीर्घः प्रभाद्य एव रीङ्घृतः क्षम्यताम् अहं क्षम्यताम् सत्यं भवति चेत् खलु आम् सत्यं तद् न भवति एव क्षम्यतां महोदय तत्र अकृत्सार्वधातुकयोदि इति अदन्त अङ्गानां कृते किल एतत्तु ऋकारान्त ऋदन्ताङ्गः अकृत्सार्वधातुकदीर्घः कुत्र भवति दीर्घः इति अदन्ताङ्गः नास्ति खलु तत्र अकृत इगन्ताङ्गं खलु तत्र अजन्ताङ्गस्य अजन्ताङ्गस्य दीर्घादेशः भवति कृद्भिन्न सार्वधातुकभिन्न यकारादिप्रत्यये परे अच् अजन्ताङ्गम् इत्युक्ते ऋकारः अपि अच् किल तद् ऋकारः अपि समावेशः एव किल ऋकारः ऋकारः अपि अजन्तः एव अतः तत् तं प्रभाति एव एतत् भवति अस्तु भगिनि नाट् अदन्त अजन्त अजन्त इगन्तस्य भवति तत्र अकारान्त अकारास्ति चेत् न भवति खलु तत्र अकारान्तस्य दीर्घ भवति वा इति तत्र अजन्त अङ्गमेव किल अजन्तः अस्ति चेत् दीर्घ अकृत् सार्वधातुक दीर्घः एव किल अस्तु अस्तु आम् सत्यं हा अस्तु तर्हि तत्र किमस्ति व्रीय इति अस्ति व्रीय इति विव्रीय अनन्तरं वेव्रीय वेव्रीयते वेव्रीयते वेव्रीयन्ते इति रूपाणि वेव्रीयते वेव्रीयते वेव्रियते वेव्रीये वेव्रीयावहे वेव्रीयामहे इति वृवर्णे वा एतत् आं वृवर्णे इति भवति एकनिमिषं पश्यामि आवरणम् आम् एकः एव अस्ति वा बहु किमपि वृणोति आवरणं भ्रू इति भरणे संवरणे इति एकः धातुः अस्ति वृड् संवरणे अस्ति परन्तु एकं तदेव भरणे खलु भ्रूभरणे खलु भरणं भ्रूभरणे तदेव अहं चिन्तितवती गतपाठे अपि वृधातुः आगतं किल तत्र वृधातुः चत्वारः अस्ति भुवादिगणे वृ संवरणे व्रीङ् वरणे स्वादिः तदेव टु चूस् टु सेलेक्ट् टु मेरि वृणोति अनन्तरं वृ वृङ् सम्भक्तौ क्रयादिः सेवाकर्ण परिश्चर्याकरण टु केर् वृङ् आवरणे चुरादिः आच्छादित गतपाठे अपि एतदासीत् वृधातु तस्मिन् समये अपि वयं चत्वारः अर्थाः सन्ति इति तदेव समीचीनम् अस्तु धन्यवादः महोदय भगिनी करोति वा उषा भगिनी फृ दृ अस्तु भगिनि हृ हृयोगः यङ्ग् हृ इति कृते रीङ् ऋतः इत्यनेन हृ सो ह्रि इति भवति ह्रीयोगः यकारः अनन्तरं द्वित्वं क्रियते चेत् ह्री ह्रीयोगः यकारः ह्री ह्रीयोगः यकारः इति कृते देन् ह्री इति कृते हलादिशेषकः हकारः हि ह्रीय इति भवति देन् हि देन् कुहोश्चुः इत्यनेन जि जि ह्रीय इति भवति अनन्तरम् अभ्यासे चर्चा इत्यनेन जि ह्रीय इति भवति जिह् ह्रिय सो जिह्री देन् ओ जिह्रिय देन् गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः भवति जि इत्यस्य जे इति भवति जे ह्रीय जे ह्रीयते इति भवति लटि रूप यङ् लटि जे ह्रीयते अनन्तरं धृ धृ योगः यङ् धृ योगः यङ् प्रथमं ऋकारान्त असंयोग ऋकारान्त इत्यनेन रीङ् ऋतः इति सूत्रस्य कार्यं धृ इत्यस्य कृते द्रि इति भवति द्री अनन ध्री इति भवति ईकारः दीर्घ ईकारः सो ध्री योगः यकारः ध्री ध्री द्वित्वं ध्री ध्री द्वित्वं देन् नाट् गुहोषुः अभ्यासे चर्च इत्यनेन ध्री नु ध्री देन् हलादिशेषः हलादिशेषः इत्यनेन धी ध्री इति भवति धी ध्री इति कृते ह्रस्वः धि ध्री देन् अनन्तरम् अभ्यासे चर्च धि ध्री भवति दि दि ध्री य इति भवति देन् अभ्यासस्य गुणः भवति गुणोयङ्लुकोः इत्यनेन सो दि इत्यस्य कृते दे इति भवति दे ध्रीयते दे ध्रीयते इति लटीरूपं भवति इतोपि एकं करोतु भगिनि अनन्तरं ओके धृ योगः यङ् असयोग ऋकारान्त प्रथमकार्यं रीङ् ऋतः इत्यनेन यप् प्रत्ययः आर्धधातुक यत् यप् प्रत्ययः अस्ति चेत् रीङ् ऋतः इत्यस्य कार्यं भवति घृ इत्यस्य कृते ग्री इति भवति ग्री योगः य इति कृते अनन्तरमेव द्वित्वकार्यं यङ् इत्यस्य घ्री घ्री भवति देन् हलादिशेषः इत्यनेन घ्री घ्री भवति हलादिशेषः देन् ह्रस्वः इत्यनेन घि घ्री भवति अनन्तरम् अभ्यासे चर्च इत्यनेन घि घ्री भवति घि घ्री घ्री य घि घ्री य अनन्तरम् अभ्यासस्य गुणः भवति गुणोयङ्लुकोः इत्यनेन घे घ्रीयते घे घ्रीयते घे घ्रीयेते घे घ्रीयन् कुहोश्चुः कुहोश्चुः कवर्गीयस्थाने चकार आम् आं भगिनि सो नाट् गे जे जे ग्री जे ग्रीयते सत्यं जे ग्रीयते जे ग्रीयेते जे ग्रीयन्ते जे ग्री यसे जे ग्रीयसे जे ग्रीयसे जे ग्रीयेथे जे ग्रीयद्वे जे ग्री या जे ग्रीये जे ग्रीयावहे जे ग्रीयामहे समीचीनम् आत्मनि गृ इत्यपि तत्र त्रयः त्रिषु गणेषु सन्ति भ्वादौ जुहोत्यादौ चुरादौ गृसेचने गृ शरणदीप्तयोः स्प्रिङ्कल् टु ऊस् औट् एतदपि वयं गतपाठे दृष्टवन्तः गृप्रस्रवणे स्प्रिङ्कल् टु ड्रिप् टु ऊस् इति इरिगेट् मोय्स् सम् टु मोयिस्ट् मोयिसन् एम् ओ ऐ एफ् टि वेट् समान अर्थः एव गृसेचने ग्री यद्यपि तत्र क्षरणदीप्तयोः इति अस्ति तदापि आङ्ग्लभाषा अर्थः तु समानः एव दृश्यते प्रायः टु शैन् टु ग्लो इति एक्स्ट्रा भवति जुहोत्यादिगणे जुहोत्यादिगणे रूपं जगर्ति जगर्ति इति इदानीं महोदयः तत्र यङ्ग् लुक् अपि योजितवान् दृष्टवन्तः वा तत्र निलेश् महोदयः वयं पाठः समापितवन्तः अनन्तरमेव स योजितवान् सर्वं योजितं सम्यक् अस्ति. आं कर्तरि अङ्लुगन्त कर्तरि अङ्लुगन्त प्रक्रिया न भवति एव तत्र नाट् अवेलेबल् इति नाट् अलोड् नाट् अवेलेबल् तद् किञ्चित् कष्टम् एव परन्तु इदानीं यङ्ग् लुक् अपि अस्ति अत्र कर्तरि अनन्त जे ग्रीयते कर्म कर्तरि यङ्ग् लुक् जरिगरीति जर्गर्ति जरिगरीति किमर्थं तद् यङ्ग् लुक् खलु आं परन्तु षट् रूपाणि किमर्थम् ओ रीङ्ग् तद् तत् त्रय आदेशाः तदेव वा भवति खलु अस्तु अस्तु रीङ्ग् रिकौर् ऋतः किल रिक्रिकौचलुकि रीग् रुद्धोपदस्य च ओ इदानीं तत्र ओ प्रक्रिया अपि अस्ति सम्यक् ऋक्रिकौ चलुकि सम्यक् अस्तु धन्यवादः भगिनि. सर्वं समीचीनं नास्ति मध्ये मध्ये अशुद्धरूपम् अपि अस्ति तत्र आम् तद् मिशिन् एव करोति किल सत्यम् अनेन कारणेन भवति एव तत्र पूर्वं यदा फीड्बेक् वयं दत्तवन्तः तत् परिष्कारमपि जातः अनन्तरं किम् अभवत् इति न जाने विजया भगिनी करोति वा 95% आम् सम्यक् अस्ति. इदानीं वयं तत्र तद् भेदः कः तत् कम्पेर् कर्तुं शक्यते किल कर्तरि अङ्ग्लुगन्त वयं न स्मरामः चेदपि तत्र अस्ति रूपा भगिनि कर्तुं शक्यते वा किमर्थं भगिनि बहु ध्वनिः अस्ति बहिः अस्ति वा न भगिनि न श्रूयते प्रायः अस्तु भगिनि बेक्ग्रौण्ड् नाय्स् अस्ति. दत्तपति महोदय भवानेव करोति वा अग्रिमद्वयमपि किमस्ति मृ अनन्तरं दृ मृ मृ इति अस्ति मृ मृ मृ योग याङ्ग् इति अस्ति रीङ्गृतः इत्यनेन म्रिय इति भवति म्रिय म्री म्रीय इति भवति मिम्रि मीमि मीम्रिय इति अनन्तरं मिम्रिय अनन्तरं मेम्रिय इति मेम्रिय मेम्रिय इति धातुः तर्हि तत्र मेम्रिय मेम्रिय मेम्रियतां मेम्रियेतां मेम्रियन्तां मेम्रियस्व मेम्रियेतां मेम्रियध्वं मेम्रियै मेम्रियावहै मेम्रियामहै इति लोटि इति अस्ति. धृ धृ इति धृ यङ्ग् अस्ति श्रूयते खलु आम् आं महोदय श्रूयते आम् ध्रुयोग ध्रुयोग यङ्ग् तत्रापि रीङ्गृतः इत्यनेन द्रीय द्रीय द्रीद्रीय दीद्रीय दिद्रीय देद्रीय देद्रीयते देद्रीयते देद्रीयन्ते देद्रीयसे देद्रीयते देद्रीयध्वे देद्रीये देद्रियावहे देद्रियामहे. दृ इति किमस्ति आद्रियहिंसायां दृ आदरे स्वादौ सुधादौ स्वादौ दृणोति इति रूपं भवति कर्तरि हिंसायां हिंसायां खलु हिंसायां हिंसायां दृणोति सुधादौ तु ध्रियते आद्रियते तद् ध्रियते ध्रियते ध्रियते आम् आम् रिङ्ग् शयन् यङ्ग्लिषु इति अस्ति खलु आम् सत्यं तदेव अस्तु महोदय भवानेव अग्रे संयोग अग्रे संयोगपूर्वक संयोगपूर्वक ऋकारान्त अथवा यङ्गिच इति सूत्रेण संयोगाति ऋकारान्तधातोः ऋकारस्य गुणादेशः भवति यङि परे इति सामान्य अङ्गकार्यमस्ति. यङिचित् सूत्रं वदति ऋ धातोः च संयोग ऋ धातोः च अस्तु ऋ धातोः च संयोगादि ऋकारान्त धातोश्च ऋकारस्य गुणादेशो भवति यङि परे. यङ् प्रत्ययस्य नित्वात् नितिचैत्यनेन गुणनिषेधत्वात् गुणस्य साधनार्थम् अस्य सूत्रस्य आवश्यकता अस्ति. यङि सप्तम्यन्तं च अव्ययपदं द्विपदविदं सूत्रं चकारबलेन गुणार्थसंयोगाद्योः यत् परिचयसूत्रमस्ति यक्कि वयं दृष्टवन्तः गुणार्थसंयोगादि इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः रीङ्ृतः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिः सूत्रमस्ति. अर्थिसंयोगाद्योः अङ्गस्य ऋतः गुणः यङि ऋ धातोः अपि च संयोगादि ऋकारान्तधातुः अस्ति चेत् तत्र तत्र गुणः भवति इति अस्ति. गुणः भवति यङि परे इति सूत्रं वदति. अत्र गुणस्य आवश्यकता अस्ति इति कृत्वा तत्र नित् अस्ति गुणनिषेधः अस्ति, परन्तु गुणस्य आवश्यकता अस्ति इति कृत्वा अस्य सूत्रस्य आवश्यकता इति दत्तमस्ति. अतः यथा स्पृ धातुः अस्ति, स्पृ धातुः अस्ति स्मृ योग यङ् इदानीं यङि चैतनेन अत्र स्मर् इति भवति. स्मर् स्मर् योग य इति अस्ति. स्मर् स्मरि स्मरि स्मर्य इति अस्ति. स्मर्य इति अस्ति. स्मर्य शनयङ्गोः इत्यनेन तद् एका च द्वेपथमस् इत्यनेन द्वित्तं भवति. स्म स्मर्य इति अस्ति. अनन्तरं सामान्य अभ्यासकार्यम् अत्र शर्परे यद्यपि शर्परे खै नास्ति शर्परे शर्परे किमस्ति शर्परे शर्पूर्वः कयः शर्पूरकय शर्पूरकयः इति नास्ति. अत्र कै नास्ति तदेव भवति. सस्मर्य स्मास्मर्यते स्मास्मर्येते दीर्घोकितः इत्यनेन क्षम्यतां दीर्घोकितेन दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति. आं सत्यं दीर्घोकितः स खलु अकार अस्तु आं सत्यम् अकित् अभ्यासस्य दीर्घादेशः भवति. तर्हि सास्मर्य इति सास्मर्यते सास्मर्येते स्मास्मर्यन्ते सास्मर्यसे सास्मर्येते सास्मर्यद्वे सास्मर्ये सास्मर्यावहे सास्मर्यामहे इति. तत्र अजीनं व्यञ्जनम् इति उपयुज्य तत्र स्मास्म इत्यस्य एव द्वित्वं कृतवन्तः इर्य पृथक् कृत्वा अथवा स्मर्य क्षम्यतां स्मर् स्मर् इति भूत्वा हलादिशेषः इत्यनेन म स्मर् किल मर् इत्यस्य तत्र स एव अवशिष्यते तदेव वक्तव्यं किल स एव अवशिष्यते स स्मर् इति भवति किल तदापि समानमेव भवति. एवमेव तत्र धृ इति अस्ति धृ तत् करोमि वा आम् आं महोदय धृ योग यङ् अस्ति तत्रापि एतत् अपि संयोगादि अस्ति अतः गुण क्षम्यतां यङि च अर्थसंयोगाद्योः गुणः भवति यङि परे इति यङि च सूत्रं वदति. अतः ध्वरीय इति भवति ध्वरीय इति भवति ध्वर्य अनन्तरं धध्वर्य अनन्तरं गुणो क्षम्यतां दीर्घोकितः इत्यनेन धाध्वर्य धाध्वर्यते धाध्वर्येते धाध्वर्यन्ते धाध्वर्यसे धाध्वर्येते धाध्वर्यन् द्वाध्वर्यद्वे धाध्वर्ये द्वाध्वर्यावहे धाध्वर्यामहे इति. इत्यस्य अर्थः कः इति पश्यामि. पूर्चने टु बेण्ड् टु ट्विस्ट् ओ समीचीनं सम्यक् द्वरति इत्युक्ते टु बेण्ड् टु ट्विस्ट् कस्मिन् गणे अस्ति भगिनि भुवादौ भुवादौ एव पूर्चने इति किमर्थं तादृश अर्थः दत्तः पूर्चने पूर्चने कूर्चने इत्युक्ते बेण्ड् इति अर्थः वा? सम्यक्, तदपि धातुकः इति अर्थः एव अर्थः एव तत्र धातोः अर्थः अर्थः द्रष्टव्यः, तादृशम् अस्ति. टु बेण्ड् टु ट्विस्ट् कर्मकः. द्युकर्मकः अस्ति वा? कर्मकः अस्ति. किमर्थं तत्र टु बेण्ड् टु ट्विस्ट् किं तत्र तत्र द्विकर्मकदातवः? न न, द्विकर्मकः न, अकर्मकः. अकर्मकः तत्र किं किं त्वरति इति प्रश्नः तु आगच्छति किल. किं त्वरति बालः? त्वरति किं त्वरति? हूर्चने. किमर्थम् अकर्मकः अस्ति? कूर्चन इति प्रायः तत्र चकार कूर्च कौटिल्ये. आम् सत्यं, तत्र कौटिल्ये इति अस्ति कूर्चनम्. कूर्चनम् एतत् द्रष्टव्यं. तद् किञ्चित् किमर्थम् अकर्मकः टु बेण्ड् इत्युक्ते किं किम् इत्यस्य प्रश्नस्य उत्तरं तु प्राप्यते एव किल. न तत्र बेण्ड् अस्ति, तत्र यथा स्वयं बेण्ड् करोति इति. हा स्वयं तादृश क्रीडति क्रीडति इति क्रीडति पपिति इति तादृश प्रायः तदा सम्यक् स्वयमेव अन्ये न करोति, स्वयमेव करोति. वक्रकर्ण इत्युक्ते स्वयं रज्जुः ध्वरति. रज्जुम् अन्येन रज्जुं रज्जुं ध्वरति न भवति वा तर्हि? न, तत्र वयं यदा कुर्मः तदा णिच् प्रयोगः भवति. स्वयं यदा सः स्वयमेव सर्पः इति चिन्तयतु. सर्पः ध्वरति इत्युक्ते सः स्वयं करोति, यदा अन्ये करोति चेत् णिच् प्रयोगः भवति. धारयति इति भवेत् तत्र. नूतनविषयः अस्ति. भगिनी हृ करोति वा समानरीत्या? हृ इत्यपि अर्थः पश्यामि. करोतु भगिनि. कुब्र कुब्र योगः यङ्ग् कुर् योगः यङ्ग् संयोग संयोगपूर्व संयोगपूर्वऋकारान्त दातु ओके इत्यनेन यङ्गी च इत्यनेन गुणः भवति. संयोगादिऋकारान्तदातवः इत्यनेन गुण भवति. गुण भवति इत्यनेन वर् वर् इति भवति. वर् योगः यकारः यङ् इत्यस्य कृते द्वित्वं भवति. ह्वर् ह्वर् य इति भवति. अनन्तरं हलादिशेषः इत्यनेन ह्वर् य ह्वर्य इति कृते. देन् अभ्यासे च कुहोश्चुः इत्यनेन झ ह्वर्य जह्वर्य. देन् अभ्यासे च देन् अभ्यासे चर्च इत्यनेन जह्वर्य जह्वर्य इति कार्यं. अनन्तरं दीर्घो अकितः इत्यनेन अभ्यासस्य कृते दीर्घ आदेशः भवति. सो अत्र गुणः नास्ति, गुणो यङ् नास्ति, दीर्घोकितः. आमां सका लैक् अत्र जकारः जह्वर्य इत्यस्य कृते दीर्घो अकितः इत्यनेन जाह्वर्य जाह्वर्यते जाह्वर्येते जाह्वर्यन्ते जाह्वर्यसे जाह्वर्येथे जाह्वर्यद्वे जाह्वर्ये जाह्वर्यावहे जाह्वर्यामहे. समीचीनं. तत्र यदा अजीनव्यञ्जनम् इति न कुर्मः चेत् तत्र ह्वर् ह्वर् न तादृशं कुर्मः चेत् ह्वा ह्वार्य इति भवति तावदेव. परन्तु रूपं तु साधयितुं शक्नुमः एव, समानमेव आगच्छति, दोषः अपि नास्ति. सूत्राणि अपि सन्ति एव किल. समीचीनं तत्र तस्य अर्थः कौटिल्ये फृ फर् किल फुर् फुर् न फर् फृ तत्र कौटिल्ये भुवादौ टु बि क्रुकेड् कौटिल्ये इत्येव संवरणे इत्यपि अस्ति तस्मिन्नेव गणे संवरणे इत्यर्थे अपि अस्ति टु कवर् टु हैड् टु एन्क्लोस् रूपाणि तु समानानि एव वरति वरति इति कौटिल्ये संवरणे अपि समानं रूपमेव द्वादौ एव अस्ति तत्र आह्वर इति अस्ति अत्र शब्दकोशे वाचस्पत्यम् आह्वर इति आ उपसर्जित हृदातु कुटिले एकम् अस्ति द्वितीय अस्ति उशीन उशीनरदेश उत्पन्नः तत्र तस्मिन् देश उत्पन्नः तादृश तत्र किमपि तत्र किमपि कुत्रापि तस्य प्रयोगः अपि दृश्यते न जानामि वरति सम्यक् वि हर्ड् अबौट् दट् खलु उशीनरः उशीन I don't know where we heard. Upafvara, apafvara, afvara, avahara, abhifvara, anafvara, atigafvara, gafvara. Gafvara, gafvara vayam drishtavantaha, kila gafvara vanam. Lata mandapa, nikunja iti, nikunja. Gafvara. Gafvara iti. Gafvara. What is that Nikunja Mandap? What is this beginning? Some literature thing that you are saying beginning? Nikunja Tada Gahwara itukte bush bush va lata mandapam tatra sahitye tada sahitye agachati Gahwara Gahwara iti tatra asti kale Giribilam tatra kimasya tatra samanarth समानार्थकः वा गह्वरं बहुवारं गण्डशैलस्तु किमपि अस्ति कन्दरापि गिरिबिलमपि भवति तत्र तत्र पर्वतेषु बिलाः भवन्ति खलु तत्र तत्र कन्दरः केव् इति देवकातबिले गुहाः गह्वरं गण्डशैलस्तु च्युता किमपि अस्ति तत्र गह्वर इति प्रयोगः बहुषु स्थलेषु दृश्यते ओ एतस्मात् धातोः एव पण्डितं वा सम्यक् गौरव अस्तु भगिनी भवती एव गहर दुस्तर अपि अस्ति ओ दुस्तर दुस्तर इति तस्य वेरि डिफिकल्ट् वेरि डिफिकल्ट् दुस्तर दुस्तरं दुस्तर डिफिकल्ट् डिफिकल्ट् इति तद् सुन्दरकाण्डे आगच्छति किल दुस्तर इति यदा सागरस्य प्लवनं दुस्तरं दुस्तरमिति तत्र कन्नडभाषायाम् अस्ति दुस्तरमिति तत्र अस्ति डिफिकल्ट् टास्क् इति तादृशार्थे दुस्तरम् इति प्रायः तत्र हृदातोः प्रयोगः कथं भवति तत्र न तत्र न दुस्तर इति अर्थः दत्तमस्ति तत्र अर्थः गह्वर इति खलु गह्वर इत्यस्य दुस्तरपि अर्थः अस्ति इति अस्ति अर्थ एव अस्तु अस्तु तदेव तद् द्वितीय तत्र संवरणे इत्यर्थे टु कवर् टु हैड् टु एन्क्लोस् इति अस्ति किल तत्र प्रायः आगच्छति निकुञ्जः इति भवति निकुञ्ज तदपि भवति निकुञ्ज इति तदेव अस्तु आम् लता आम् उद्यान भगिनि ऋ अस्तु भगिनि ऋ धातुः ऋ दीर्घ ऋकारान्तधातुः ऋ योगः यङ् महाभाष्यनिर्देशेण अरार्यते ऋ गतौ इति धातुः तस्य ऋ धातुः अजादेः कारणेन धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् विधानं न भवति स्म ओके ओके अजादेः कारणेन ओके आम् प्रीवियस्लि ओके ऋकारः इति धातु वि डिन्ट् सी भगिनि ऋ ह्रस्व ऋकारः न ओके ओके गतपाठे अपि आसीत् किल ऋकारः ऋ धातुः सूत्रि मूत्रि अट् अत्र उल्लिखितमस्ति तस्य ऋधातु अट् ओके अर्ति इति अस्ति अत्र अर्ति अर्ति इति अस्ति अटति अर्ति इति अट् दातुम् अटति अर्ति अटत्यर्चुणोति नाम अटति वटुकसूत्र सूत्री सूची मूत्री तदेव अत्र एव अत्र अस्ति ओके ओके ओके अस्तु भगिनि ऋ घतौ इति धातुः तस्य ऋ धातुः अजादेः कारणेन धातोः एकाचे हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् विधानं न भवति स्म परन्तु सूची सूत्री मूत्र्यौ अत्र दत्र मूत्रि अटति अर्ति अर्त्य अटति अर्त्य अटति देन् अर्ति शूर्णोतीनां यङ् वक्तव्यम् इति वार्तिकेन क्रियासमभिहारार्थे सूची सूत्री मूत्री इत्येभ्यः त्रिभ्यः अनेकाच् धातुभ्यः च अट् ऋ अश्य ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययः भवति भवति स ऋ दट् अर्ति ऐ थाट् इस् शार्ट् ऋ इट्स् नाट् दीर्घ ऋकारात् एव दीर्घ ऋकारः अग्रे आगच्छ ओके ह्रस्वऋकारान्त धातु ह्रस्वऋकार एव ह्रस्वऋकार एव धातु सो धातोः एका च हलादेः क्रियासमभिहारे यङ् इत्यनेन नास्ति परन्तु सूचीसूत्रिदत्त वार्तिकेन ऋकारान्तस्य कृते अर्ति इति उल्लेखः अस्ति इत्यनेन ऋकारान्तधातोः यङ् विधीयत् ऋकारधातोः ऋ इति धातोः कृते धातुः एव ऋकारः आम् ऋ योगः यकारः यङि च इत्यनेन ऋ धातुः ऋ धातोः ऋकारस्य गुण आदेशः भवति तदेव वयम् अत्र दृष्टवन्तः ओके अर् योगः यकारः गुणः भवति ऋ अर् योगः य अजादे द्वितीयस्य इत्यस्य साहाय्येन संयङ्गोः इत्यनेन यङ्गन्तस्य धातुः अनभ्यासस्य प्रथमस्य एकाच् अवयवस्य द्वे स्तः यङ्गन्तस्य धातुः अनभ्यासस्य प्रथमस्य एकाच् अवयवस्य द्वे स्तः अजादेः तु द्वितीयस्य ओके प्रथमः एकाच् भागः अकारः द्वितीयः एकाच् भागः ऋ य इति भवति नन्द्राः संयोगादयः इत्यनेन अचः परः संयोगादयः नकारः दकारः रेपः अपि द्विः द्वित्वं न भवन्ति अजादेः संयोगादयः नन्द्राः न द्वे सो अकारः इर्य अर्य दन् ऋर्य इत्यस्य कृते द्वित्वं नास्ति सो अकारः योग ऋर्य योगः य इति स्यात् अकारः योगः ऋर्य ओ सो द्वितीयभागस्य द्वित्वम् इत्यनेन इर्य इत्यस्य कृते रेपः नास्ति द्वित्वस्य कृते सो अर् य योगः य एव भवति ओके अस्तु परन्तु यकारपररेपस्य न द्वित्वनिषेधः यकारपररेपस्य न द्वित्वनिषेधः अरार्यते इति भाष्य उदाहरणात् इति सिद्धान्तकौमुदी वाक्यम् ओके महाभाष्यग्रन्थे सूचीसूत्रीमूर्ति अटति अर्ति अस् ूर्णोतीनां यङ् वक्तव्यमिति वार्तिक अवसरे अरार्यते इति रूपम् उदाहृतम् अनेन प्रमाणं स्वीकृतं यत् अत्र नन्द्राः संयोगादयः इत्यस्य प्रवृत्तिः न भवति रेपस्य इह द्वित्वनिषेधः नास्ति ओके द्वित्वनिषेधः नास्ति तत् तत्कृते द्वित्वनिषेधः नास्ति इति महाभाष्यवाक्येन वयं स्वीकुर्मः सो अर्य योगः ऋर्य द्वित्वं हलादिशेषः इत्यनेन अकारयोगः ऋ योगः इर्य सो अकारयोगः ओ यकारस्य आकारः अस्ति ऋ्य प्रथम ऋ्य इत्यस्य कृते देन् रेपयोगः ओके अरर्य अरर्य देन् दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङ्गीपरे दीर्घादेशः अरार्य इति धातुः अरार्ययोगः शप् योगः ते अरार्यते इति रूपं सिद्ध्यति ओके सो नन्द्राः संयोगादयः इत्यस्य निषेधः भवति महाभाष्यवाक्येन अथवा न भिन्नरूपं भवति इति कारणेन किल यदा तत्र तादृशं न स्वीकुर्मः तदा किं भवति अर्ययोगः य अर्ययोगः य इति कृते देन् आर्ययोगः य इति कृते अपि हलादिशेषः इति भवति सो अर्य एव भवति खलु भगिनि न तत्र किं भवति नधा द्वित्वं तत्र द्वित्वं न भवति सो अर्य इदानीं हलादिशेषः तत्र आदौ एव अरर्य इति न अरर् देन् इट् विल् बि अर य अरय अरय इति अरय देन् अराय अराय वुड् बि देर् ओके तत्र रेपः इष्टरूपम् इष्टरूपम् अरार्य इति सत्यम् अस्तु तद् न भवति तद् यदा वयं तत् तादृशं स्वीकुर्मः अतः भाष्यस्य अनुसारेण अरार्यते इति स्वीकुर्मः इति तत्र तस्य प्रवृत्त्यर्थं नान्द्राः संयोगादयः इत्यस्य प्रवृत्तिः न भवति तत्र ज्ञापकस्य निषेधः न भवति एतादृशं पूर्वमपि एकवारं वयं दृष्टवन्तः यत्र सूत्रमपि आसीत् तदापि एतदेव श्रोतवः अस्तु अस्तु एवं वा अस्तु ज्ञापकत्वम् इति सूत्रे एव उक्तत्वात् तदेव साधु एवमेव अस्तु एव ऋकारान्त ओ ऐ फस्ट् सा दट् ओके अस्तु एतद् ऋकार ऋकारस्य ह्रस्वऋकारस्य संयोगपूर्वः संयोगपूर्वः ऋकारस्य तु साक्षात् भाष्ये उक्तत्वात् रूपम् इति त्रयः बिन्दवः अस्तु भगिनि धन्यवादः महोदय भवान् दीर्घ ऋकार दीर्घर्कारान्तधातुः तत्र अनोष्टपूर्वस्य अत्र अनोष्टपूर्वस्य ऋकारान्तधातुः यस्य धातोः अन्तिमवर्णः दीर्घ ऋकारः अपि च तस्मात् प्राप् यः वर्णः सः ओष्ठवर्णः नास्ति नाम अवर्गीय अथवा वकारः नास्ति स च धातुः अनोष्टपूर्व ऋकारान्तधातुः यथा तृ झृ गृ कृ शृ इति इत्यादि इत्यादयः धातवः एतादृशानां धातूनां कार्यम् एवं भवति तृ योग यङ् अत्र ऋत इद्धातोः इत्यनेन तत्र इकारः तत्र इत्यनेन ऋदन्त ऋकारान्तङ्गस्य ऋदन्तस्य अङ्गस्य ऋदन्तधातोः अङ्गस्य ह्रस्व इकारादेशः भवति तर्हि ये तीय इति भवति अनन्तरं तत्र उरण्डपर इत्यनेन तिरिय इति भवति उण तत्र आणादिश चेत् सः अण् सदा रपरः इति वयं जानीमः हलिच इत्यनेन तत्र इदानीं यकार अस्ति य इति अस्ति अतः यकारादि अस्ति हलादि अस्ति इति कृत्वा तीर्य इति भवति तीर्य इति अस्ति तर्हि तीर्य इति अस्ति तीतीर्य इति तितीर्य ते तीर्य इति ते तीर्यते ते तीर्य ते तीर्यते ते तीर्यन्ते इति रूपाणि सन्ति अस्ति तत्र तर्हि तत्र अनोष्टपूर्वस्य ओष्टपूर्वस्य इदानीम् ओष्टपूर्वस्य अनोष्टपूर्वस्य तत्र इकार आदेशः भवति इकारः भवति ऋतैधातोः इत्यनेन ऋतैधातु पूर्वस्मिन् यङीच इति सूत्रं दीर्घऋकारस्य कृते अपि अस्ति किल नास्ति वा संयोगाद ऋकारान्त ऋकारः एव सत्यम् अस्तु अहं तु दीर्घ इति अस्तु नास्ति अत्र अत्र किमस्ति अतीत यकि परे खलु तत्र किमासीत् ऋक् रिङ् ऋतः खलु ऋतः इति रिङ् ऋतः तत्रापि तपरकरणं कृतं किल रिङ् शैन् लिङ् शु ऋतः ऋकार तपरकरणमासीत् इति चिन्तयामि अस्ति वा एकनिमिषः तत्र पश्यामि रिङ् ऋतः एव किल ऋतहङ्गस्य एकनिमिष तत्र न तत्र ऋतः गुणः अहं सत्यं गुणार्थी ऋतः ऋतः एव तपरकरणमासीत् अत्र इति अस्ति अस्तु अग्रे इदानीं तत्र ऋतैद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्वैकारादेशः भवति कितिनिति प्रत्यये परे एवम् इति बोध्यं नो चेत् गुणः कितिनित् भिन्नपरश्चेत् गुणसति इकारादेशप्रसक्तिः न भवति येन विधिसदन्तस्य इत्यस्य सहायेन ऋतः इत्यस्य ऋदन्तस्य इत्यस्य ग्रहणम् अलोन्तस्य इत्यस्य सहायेन पूर्णतया धातोः स्थाने न अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्वादेशः भवति अङ्गस्य इत्यस्य अधिकारः प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव नो चेत् अनेन धातोः अपि मृदुरूपं परिवर्त्येत ऋतः षष्ट्यन्तम् इत इति प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदवेदं सूत्रम् अनुवृत्तिसूत्रमस्ति ऋतः धातोः अङ्गस्य इति अस्ति तत्र ऋतः अङ्गस्य इति अस्ति तत्र किमपि निमित्तं न दत्तम् निमित्तं न दत्तं तत्र इदानीं कित् निति भिन्नप्रत्यये परे गुणः भवति चेत् इकारादेशस्य प्रसक्तिः नास्ति अपि च एतत्तु अर्थादत्कार्थक इति भिन्नं परमस्ति खलु परसूत्रमस्ति सत्यम् अतः गुण तस्य का प्रसक्तिः एव भवति यदि कित् नित् प्रत्ययः नास्ति चेत् निमित्तं नास्ति यद्यपि भवत् अङ्गकार्यमेव अस्ति तत्र अङ्गस्य अधिकारी अस्ति अतः प्रत्ययः भवति एव खलु प्रत्ययः अङ्गस्य अङ्गस्य 7-1 इति एव अस्ति अतः सत्यं तदपि भवति एव अन्नैमित्तिकम् यस्मात् प्रत्ययविदि तदादि अङ्गम् इति खलु यस्मात् प्रत्यये परे भवेत् तदा एव अङ्गं भवति अतः अङ्गाय तत् अङ्ग इति भवत्येव सत्यं तत्र अन्ये तु परिचितानि एव सूत्राणि महोदय तत्र उदाहरणम् एवमेव जृ धातु अस्तु जृ धातु अस्ति जृ धातु तत्र ऋतैद्धातोः ऋतैद्धातोः इत्यनेन तत्र ऋकारस्थाने इ आदेशः जिय इति भवति जिय इदानीम् उरण्परः इत्यनेन जिरिय इति भवति जिरिय सदा भवति अतः जिरिय जिजिरिय जे जिरिय इति जे जि कापि क्षम्यतां जे जि हलि च इति सूत्रेण क्षम्यतां तत्र हलि चेति सूत्रेण जीर्य जीर्य इत्येव जीर्य इति अस्ति जीर्य जीजीर्य अनन्तरं जिजीर्य जेजीर्य इति जेजीर्यते जेजीर्यन्ते जृ जृम्बणे वा जृम्बणं वा पश्यामि किल जृ इति त्रयः अस्ति वयोहानौ सुष् जृ जीर्णमो जर जर जर सत्यं त्रयः अपि वयोहानौ इत्येव अर्थे अस्ति, परन्तु गणः भिन्नः, द्विवादौ त्रयादौ चुरादौ, द्विवादौ जीर्यति इति रूपं, तत्तु जीर्यति इति प्रसिद्धः जीर्णः इति आम् सत्य. जृ इति क्रयादौ जृणाति, जृणाति इति रूपं, जृणाति इति अपि प्रसिद्धरूपमेव. चुरादौ जरति जारयति इति रूपद्वयमपि अस्ति. वयोहानौ इति वयोहानौ इत्येव अर्थः त्रिषु गणेषु अपि. तत्र प्रयोगः कथं भवति? अथवा दूरवाणी मोबैल् यन्त्रं दृष्ट्वा जनाः ये जीर्यन्ते पुनः पुनः वा समयव्यापनं कृत्वा समय प्रयोगाः इति अत्र नास्ति, उदाहरणानि तु सरि अन्ते जे जीर्यते. आम् आं महोदय. कृ अपि धातु अस्ति, तत्र किरिय किरि योगय्या इदानीं तत्र किमस्ति अत्र अनन्तरं क्षम्यतां, तत्र दीर्घः भवति हलिचैति सूत्रेण, हलिचैति सूत्रेण वकार रोः धातोः उपादायः कः दीर्घः हलि इत्यनेन, अत्र कीर्य इति भवति, कीर्य की कीर्य किकीर्य चिकीर्य चेकीर्य इति भवति, चेक्रिय चेकीर्यते किल चेकीर्यते कृ धातुः अर्थः अपि पश्यामि, पूर्वं दृष्टवन्तः एव कृ धातु क्रीणाति कृ इति विक्षेपे तद्भिन्नम्, एतत्तु कृ विक्षेपे कृ इति तुदादौ, कृ हिंसायां क्रयादौ, कृ हिंसायाम् इति क्रयादौ धातुद्वयम् अस्ति, क्रयादौ एव एकम् अस्ति, एकः तु उभयपदी, द्वितीयं परस्मैपदी एव. हिंसायाम् इत्युक्ते कृणाति क्रीणीते इति हिंसायां, तृतीयं केवलं कृणाति इत्येव भवति, कृणाति कृणाति तत्र हिंसायाम् इत्यर्थे न इति अस्ति. किं भवति ऋतै धातोः सूत्रस्य प्रसक्तिः अस्ति वा तत्र कृणाति इत्यत्र वा भवति खलु कृ किर् इति भवति किर् योग न खलु अत्र कीर्णाति न भवति वा दीर्घ किमर्थं न भवति अत्र कृ योगः न इत्युक्ते क्रयादिभ्यः अनन्तरं किर् योग न हलि न हलि नकार किमर्थं किर् किर् कथम् आगच्छति किर् ऋतै ऋतै धातोः इत्यनेन गुणः न भवति खलु न किमपि न तत्र केवलम् एक पुवादीनां ह्रस्वः इति एकं सूत्रं बहु पूर्वं वयं दृष्टवन्तः खलु तदपि तद् किमर्थं तत्र पुनाति पुनाति तादृशम् अट्कुप् केवलम् अट्कुप् पुवादीनां किमर्थं न भवति तत्र ऋतै धातुः द्रष्टव्यम् इदानीं तत्र कृ एव अस्ति ऋत इद्धातोः किम् उक्तम् इदानीम् अस्ति खलु तत्र ऋत इद्धातोः इति सूत्रमस्ति ऋतः धातुः अङ्गस्य इत् भवति इति अस्ति न इति अस्ति तत्र गुणः न भवितुमर्हति अत्र नित् नित् अस्ति अत्र तु गुणः नाश्ना किल गुणः ऋत इद्धातोः इत्य सूत्रप्रसक्ति अस्ति खलु न भवति कृणाति इत्येव किल तत्र ऋत इद्धातुः भवति चेत् ईकारः तत् ह्रस्व एव तत् ह्रस्व एव प्रायः कृणाति इति भवति वदन्ति अस्ति धातुः कृ इत्येव दत्तं महोदय कृ हिंसायां दीर्घः एव दृश्यते तस्य ह्रस्वत्वं भवति वा तदेव पुवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति अतः ऋत इद्धातुः न भवति पुवादीनां ह्रस्वः किं वदति पू इत्येव एवम् आदिनं ह्रस्वो भवति श्रुति परतः श्रुति परतः अतः तद् ह्रस्व भवति अतः ऋत धातोः एतद् वयं यदा वयं क्रयादिगणे दृष्टवन्तः एतत् अत्र ह्रस्वत्वं भवति इति कारणेन ऋत धातोः प्रसक्तिः नास्ति इति प्रायः कृ धातुः न आसीत् पृ धातुः आसीत् इति स्मरामि परन्तु आमां पू धातु पवने पुनाति इति पुनाति इति सत्यं सत्यं सत्यं पू दीर्घकारान्त पूवादीनां ह्रस्वः सूत्रं सेवन् त्री इति पाणिनि कथं कृतं सत्यं सेवन् त्री एय्टि इति पूवादीनां ह्रस्वः पूवादीनां ह्रस्वः नास्ति चेत् तत् एतत् भवति स्म सत्यं आम् तदा तदा अन्य समय किमपि अन्यरूपं भवति स्म सत्यं सत्यं किर् खलु किर् इति भवति कीर् इति हल् अस्ति नकार कीर्णाति हलि च सर्वम् आगत्य तत्र भिन्नरूपमेव भिन्नं भवति अस्तु उषा भगिनी भृ करोति वा धृ दीर्घ ऋकारान्तदातवः धातु धृ ऋत इद्धातोः इत्यनेन दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः दि दि इति भवति दि अनन्तरम् उरण्ड्रपरः दिर् भवति दिर् अपि च योगः यकारः यङ् दिर् य इति कृते हलिच इत्यनेन रेफान्तधातु सो दीर्घः भवति दीर्घः भवति इत्यनेन दीर् भवति दीर् योगः यकारः द्वित्वं द्वित्वं दी धी दी धीर्य इति भवति दी धीर्य देन् ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्वत्वं दि धीर्य देन् गुणोयङ्लुकोः गुणोयङ्लुकोः इत्यस्य कृते दि दि इत्यस्य कृते दे दे दीर् दे दीर्य दे दीर्यते दे दीर्यते दे दीर्येते दे दीर्यन्ते अस्तु भगिनि शृ अपि करोतु भगिनि अहं अतः किम् इति पश्यामि शृ शृ योगः यङ् यङ् ऋत धातोः इत्यनेन ऋकारस्य स्थाने इकारः ह्रस्व इकार आदेशः शृ इत्यस्य कृते देन् ऋकारस्य शि एव भवति शी योगः नाट् श्री दट् वाट् ऋकारस्य स्थाने एव इकारः इत्यनेन शि एव भवति शि योगः यङ् उरण्ड्रपरः अपि अस्ति उरण्ड्रपरः शिर् योगः य शिर् य इति कृते रेफान्तदातु शिर् य हलि च इत्यनेन शीर् य देन् द्वित्वकार्यं शीर् शीर् शीर् शीर् य भवति देन् शीर् हलि हलादिशेषः इत्यनेन शी शीर्य भवति शी ह्रस्वः शि शीर्य शि शीर्य देन् नोदर् कार्य देन् शि शीर्य गुणोयङ्लुकोः गुणोयङ्लुकोः इत्यस्य गुणः भवति शे शीर्यते शे शीर्येते शे शीर्यन्ते समीचीनं धृ इति तत्र धृ भये इति एकः धृ विधारणे इति द्वितीयः भुवादौ त्रयादौ च धरति इति भुवादौ त्रयाधारणे भगिनि धृणाति विधारणे धृ विधारणे अर्थः विदारणे इति टु ब्रेक् अपार् टु टेर् आफ् टु कट् ओके ओके भये इत्यपि अर्थे अपि अस्ति धरति धृ धरति धरति इति भय ध धरति न तु ध अल्पप्राण अनन्तरं विदारणे इत्यत्र तु धृणाति इति अस्ति शृणाति हिंसा वा शृणाति शृ इति प्रायः तदेव पश्यामि जानामि शृहिंसायां त्रयादौ एव धातुद्वयमस्ति द्वयमपि हिंसायाम् इत्यर्थे एव अतः शृणाति इति रूपं भवति सप्तरीलट् तदपि पुवादीनां ह्रस्वः इत्यनेन तत्र ह्रस्वः तदेव आम् सत्यं शृणाति सत्यं पुवादीनां ह्रस्वः अट्कुप्पाङ्गं सत्यं सत्यम् अग्रे सरामः भगिनि भवती एव औष्ट्यपूर्वऋकारान् ददातु भगिनी अस्ति वा उषा भगिनि आम् आम् आं भगिनि दट् दट् कुकीस् दट् ऐ वास् ट्रैङ्ग् टु टेक् इट् औट् ओके अस्तु अस्तु ओके इट् टेक्स् सम् टैम् अण्ड् देन् ऐ हेव् टु क्लियर् द कम् टु दिस् स्क्रीन् अण्ड् आम् आम् ऐ कम् टु दिस् स्क्रीन् भगिनि अण्ड् देन् ऐ गो बेक् टु देट् ओ ओ एवं okay it's still like that but I can read bagini oshtya purvasya oshtya purva rukarant dhatavah yasya dhatoh antima varnah dirgha rukarah api cha tasmat prak yaha varnah saha oshtya purva oshtya varnah nama pavargiya pavargiyah athava vakarah sacha dhatuh oshtya purva rukarant dhatuh okay yata phr अपि च वृ इत्यादयः धातवः एतादृशानां धातूनां कार्यम् एवं भवति पृ योगः यङ् इति कृते उदोष्ट्यपूर्वस्य इत्यनेन ओष्ट्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्व उकारादेशः पूर्वं ह्रस्व इकारादेशः अनोष्ट्यपूर्वस्य अत्र ह्रस्व उकारादेशः we have seen that so many times but forget okay pr yogah udoshtya purvasya itenena pu pr iti pu iti bhavati pu yogah yakarah urandra parah itenena rikarasya stane anna adishtah chet saha anna sadara parah pur iti bhavati pur yogah yakarah refanta dhatu halicha itenena dirghah bhavati pur bhavati pur yogah yakarah द्वित्वं द्वित्वकार्यं भवति पू पू इति भवति पू पूर्य सामान्य अभ्यासकार्यं ह्रस्वः भवति सो पका पु इति भवति पु पूर्य भवति अनन्तरं गुणोयङ्लुकोः इत्यनेन पोपूर्य पोपूर्यते इति भवति अनन्तरं ऐ केन् सी इनति एकनिमिषं भगिनि पोपूर्यते सुरन्ध्रपरः अण् आदिष्टः अनन्तरम् अण् सदारपरः अतः पुर् अनन्तरं हली च अतः दीर्घः पूर् पूर् इति इदानीं सामान्य अभ्यासकार्यं पूपूर्य गुणो यङ्ग्लु पोफो गुणोयङ्लुकोः अस्तु ह्रस्वः अनन्तरं गुणोयङ्लुकोः अनन्तरं पोपूर्यते पोपूर्यते सर्वत्र तत्र दीर्घोकितः इत्यस्यापि प्रसक्तिः अस्ति यद्यपि तत्र रूपभेदः न भवति तथापि तस्यापि प्रसक्तिः अस्ति एव आम् उदोष्ट्यपूर्वस्य दृश्यते वा इदानीम् भगिनि आल्मोस्ट् ऐ रीओपन्ड् इट् अगेन् दिस् इस् अस्तु ग्रामः विद्युत् आल्तस् भू ओके ओके अस्तु भगिनि ऐ एम् देर् ओष्ठ्यपूर्व उदोष्ठ्यपूर्वस्य ओके सो उदोष्ठ्यपूर्वस्य इत्यनेन ओष्ठ भू इति भवति अनन्तरम् उरण्ड्रपरः हलि च गुणो यङ्लुकोः ओके उदोष्ठ्यपूर्वस्य ओष्ठ्यपूर्वस्य ऋकारान्तस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्वः उकार आदेशः भवति येन विधिः सदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति न तु ऋकारः इति अङ्गम् अलोन्तस्य इत्यनेन अङ्ग अङ्गान्तस्य वर्णस्य स्थाने उत् आदेशः अलान् अलो अलोन्तस्य न तु अङ्गस्य पूर्णस्य ओष्ठ्याः नाम फवर्गीयवर्णाः ओष्टयोः भवः ओष्ट्यः ओष्टयोः भवः ओष्ट्यः ओष्ट्यः पूर्वस्य पूर्वः यस्मात् सः ओष्ट्यपूर्वः बहुव्रीहिः तस्य ओष्ट्यपूर्वस्य ऋवर्णस्य इत्यर्थे उत् प्रथमान्तम् उदोष्ट्यपूर्वस्य उत् प्रथमान्तम् ओष्ट्यपूर्वस्य षष्ट्यन्तं द्विपदमिदं सूत्रं ऋत धातोः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ओष्ट्यपूर्वस्य ऋतः अङ्गस्य उत् अस्तु भगिनि ओष्ट्यपूर्वस्य ऋतः इत्युक्ते यस्य धातोः कृते दीर्घऋकारात् पूर्वम् ओष्ट्यवर्णः अस्ति ओष्ट्यवर्णः इत्युक्ते पवर्ग वर्णाः अपि च वकारः सो ऋकारात् पूर्वम् ओष्ट्यवर्णः अस्ति चेत् उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उकार आदेशः भवति इति सूत्रं वदति उदोष्ट्यपूर्वस्य ऋतै धातोः इत्यस्य अनन्तरम् अस्ति एवमेव वृयोगः यङ् वृ इति ऋकारात् पूर्वं वकारः ओष्ट्यवर्णः ओष्ट्यवर्णः इत्यनेन ऋकारस्य स्थाने उकार आदेशः भवति वृयोगः यङ् इति उ इति भवति उयोगः यङ् अनन्तरम् उरण्ड्रपरः इत्यनेन उर् योगः यङ् उर् योगः यङ् इत्यस्य कृते उर् इति रेफान्तधातु सिद्ध्यति इत्यनेन हलीच इत्यनेन दीर्घः भवति उर् इति ऊर् भवति ऊर् योगः यङ् इति भवति ऊर् योगः यङ् इति कृते द्वित्वकार्यम् ऊर् ऊर् ऊर् य भवति ऊर् इति कृते देन् अभ्यासस्य कृते देन् ऊर्य इति ह्रस्वः भवति उर् ऊर् य इति भवति देन् हलादिशेषः इत्यनेन ऊर्य भवति वकार रैट् ऊर्य ऐ शुड् से द भूर्य देन् भू गुणो यङ्लुकोः इत्यनेन वु इत्यस्य कृते वो भवति वो वो वूर्य सत्यं वो ऊर्य बिकास् वि हियर् इट् इस् वूर् नाट् वूर् वो वूर्यते ओ वूर्यते ओ वूर्येते ओ वूर्यन्ते इति भवति सत्यं वृवर्णे इति तत्र ह्रस्वऋकारः वा अत्र तु गीतः अत्रापि समानार्थः एव वृवर्णे वृवर्णे इतोपि एकं वृ दृष्टवन्तः किल अद्य एव आम् आं भगिनि तदपि समानः एव समानार्थकः तत्र स्वादिगणे अस्ति तदपि वृवर्णे एव अत्रापि समानार्थः एव तत्र अस्ति सत्यं तद् ह्रस्वः अर्थः समानः वा समानमेव वृणाति वृणाति इत्येव वयमपि क्रयादौ एव अस्ति अतः वृणाति इति धन्यवादः भगिनी महोदय ब्रु करोति वा ब्रू धातु अस्ति ब्रू धातु अस्ति तदपि ओष्ठपूर्व उदोष्टपूर्वस्य इत्यनेन उतादेशः भूय भूय भूरिय इति उरण्डपरः अनन्तरं हलिच इति सूत्रेण भूर्य इति भवति भूर्य इति अस्ति भूर्य भूभूर्य इति अनन्तरं भूभूर्य भूभू भूभूर्य इति अत्र जस्त्वं भवति अनन्तरं भूभूर्य भूभूर्यते भूभूर्यन्ते भूभूर्य भूभूर्य भूभूर्यसे भूभूर्यते भूभूर्यते भूभूर्यन्ते भूभूर्यसे भूभूर्येते भूभूर्यध्वे भूभूर्ये भूभूर्यावहे भूभूर्यामहे इति रूपाणि वत्सने इति अर्थ टु हेट् टु इन्सल्ट् त्रयादि त्रयादिगणीयधातुः वृणाति वृणाति इव वृणाति तादृशमेव तत्र वृणाति इति महोदय अग्रे तत्र अपवाद आमामां सत्यं सत्यं भोभूर्यते आं सत्यं सत्यं जनाः आम् आम् तत्र अपवादभूतगृ धातोः बहु किमपि अस्ति परन्तु वयं सामान्यविषयः एकवारं पठामः तद्विशेषविषयः अहमपि अग्रिमसप्ताहे पठित्वा तस्य विवरणं दास्यामि तत्र प्रश्नाः सर्वम् आगच्छति पठतु महोदय बहु किमपि अस्ति तत्र एक एव धातु अस्तु अपवादभूतः गृ धातुः दीर्घकारान्त गृ धातुः धातुपाठे द्वौ गृ धातुः स्तः धातुः स्तः सुदादिगणे गृ निगरणे लटि गिरति अस्तु गिरति हा सत्यं तत्र गिरति कथं वा भवति अत्र गृ गिरति तत्र किमपि आदेशः इति एकं सूत्रं पूर्वं वयं दृष्टवन्तः अहमपि सूत्रं न स्मरामि इदानीं परन्तु गिरति गति गिरति गिलति इति आगच्छति किल गिरति इत्यत्र ऋत इद्धातुः एव हलिच इति सूत्रकार्यं न करोति गिलति इति अचिविभाषा पूर्वं बहु पूर्वं वयं दृष्टवन्तः एतत् निगलनम् इति अस्ति हलिच कार्यं न करोति किमर्थं भगिनी श इति विकर्णप्रत्यय अजादि मध्ये आगच्छति हल् नास्ति खलु गृहयोग शप् श इति अस्ति खलु अ इति गिर् इति भवति गिर् ओके ओ अस्तु गिर् गिर मध्ये आकारः इति भवति गिरियोग गिरतः क्रयादिगणे गृशब्दे क्रयादिगणे गृशब्दे लटि गृह्णाति अस्तु गृ गृ इति शब्दं करोति गृशब्दे इत्यस्य अनभिधानस्य लोके अप्रयुज्यमानस्य कारणेन यङ् प्रत्ययः न भवति अस्तु काशिकायां दीयते यत् केचित् ग्र इति गिरतेः गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति अपरे तु गिरतेः एव न तु गृणातेः गृणातेः हि यङेव नास्ति गृणातेः यङेव नास्ति अनभिधानादिति यङि इति किं यङि इति किं निगीर्यते निगीर्यते इत्यत्र निगीर्यते इदानीम् अनेन एव भवति निगीर्यते क्षम्यतां यङि इति किं निगीर्यते तत्र केन भवति निगीर्यते इति तत्र तत्र तु दादौ यत् कृ अस्ति निगरणे तदेव यङि भवति यङि इति किं निगीर्यते इति एव रूपं यकि यकि खलु तत्र निगीर्यते इति यक् यक् सत्यं यकि खलु तत्र कर्मणि किल यकि तत्र ऋतैर्धातोः इत्यनेन प्रसक्तिः भवति. आलिच इति सूत्रस्य कार्यमस्ति निगीर्यते इति भवति. निगीर्यते ऋत इति धातुः भवति, हलिच अपि भवति, निगीर्यते निगीर्यते. सुदादिगणीय गृ निगरणे इत्यस्य यङन्तरूपं भवति, तस्य चिदं वैशिष्ट्यम् एकवारं तद् किम् उक्तं लिखितमस्ति इति काशिकायां तत्र गृ धातोः द्वौ धातोः गृ निगरणे इति सुदादिगणे धातु क्रयादिगणे गृह्णाति इति, गृह्णाति इत्यस्य लोके अप्रयुज्यमानः तत्र यङ् प्रत्ययः न अनभिधानस्य गृहशब्दे इत्यस्य अनभिधानस्य यङ्गे नास्ति वा, यङ्गि नास्ति वा, केवलं यङ्गि नास्ति, प्रयोगः नास्ति, यङ्गि प्रयोगः नास्ति गृहशब्दे इत्यस्य. काशिकायां दीयते चेत् केचित् गृ इति गिरतेः गृणातेश्च अस्तु, तद् ग्रह इति गृह यङ्गि इति दत्तमस्ति अतः तत्र गृ इति उक्त ग्रह यङ्गि इति प्रायः सत्यं. गृ इति किमर्थं गृ इति गिरतेः गृणातेश्च सामान्येन ग्रहणम् इच्छन्ति, कथं वा भवति गृ इति? गृ इति ग्रो यङ्गि इति सूत्रे ग्रह इति अस्ति किल षष्ट्यन्तं रूपं, तदेव अत्र ग्र इति तत्र प्रायः विसर्गलोपः सन्धिः तितुः इति अस्ति अत्र, तत्र दीर्घऋकारान्तग्रह इति भवति वा, ऋक दीर्घऋकारान्तस्य षष्टि षष्टिरूपं पितः इव ग्रह पितः इति न पितुः खलु पितुः पितुः तद् ऋकार ह्रस्वः किल पितृशब्दः, एतत्तु दीर्घः. केन सूत्रेण न जानामि तत्र तर्हि दीर्घऋकारान्तस्य ग्र इति भवति. अस्तु ग्र इति ग्र इति अस्ति अतः ग्र इत्यनेन तत्र द्वयोः ग्रहणम् इति अस्ति, परन्तु अनभिधानात् न भवति इति. यङ्गि इति किम् इति किम् अस्ति अत्र, यङ्गि इति किम् यङ्गि इति न यङ्गि न भवति, यकि भवति इति निगीर्यते इति सत्यं सत्यम्. अस्तु तदेव दत्तमस्ति, तदेव यङ्गेव नास्ति इति उक्तं किल तत्र गुणे गृणास्तेर्हि यङ्गेव नास्ति अनभिधानात् इति. यङ्गि इति किं? केवलं यङ्गि किमर्थं तादृशं निगीर्यते इति रूपम्. निगीर्यते इति यङ् रूपं नास्ति नास्ति वा? नास्ति नास्ति, यक् रूपं रूपं जे गीर्यते इति भवेत् खलु, नी इति न भवति किल. नी ऐ वास् वण्डरिङ्ग् नी तद् नी इति उपसर्ग पूर्वक धातु तत्र निगीर्यते इति रूपं तु भवति एव, परन्तु यङ्गि तद् न भवति. तेषां लेखन काशिकालेखनशैली सिद्धान्तकौमुदी लघुकौमुदी अपि एतादृशमेव ते लिखन्ति. तत्र किं वदामः, दळसार्थक्यं वा, एकं दलं स्वीकृत्य तत्र दळसार्थक्यं वा तटस्थलक्षणं वा, किं वदामः तद्, एतद् एतादृश एकमेकं पदं स्वीकृत्य तस्य पूर्वपक्ष इति तद् सिद्धान्तः तद् तद् वदति, परन्तु सूचयति तदा उत्तरं ददाति. तद् ननु इति आरम्भं भवति तस्य, अत्र किं एतत्तु तटस्थलक्षणं वा दलसार्थक्यं तादृशं किमपि वदति, एकमेकं पदं स्वीकृत्य तस्य साधकत्वं निरूपणं तद् भवति वा न वा इति. दलसार्थक्यं खलु तादृशं यङ्गि इति किम् इति निगीर्यते इत्युक्ते तद् साक्षात् तस्य न भवति तादृशम् उत्तरं न ददाति, परन्तु वयं रूपं दृष्ट्वा अवगमनं भवेत् तत्र. ग्रो यङ्गि इति अस्ति गृधातोः रेफस्य स्थाने गृधातोः रेफस्य स्थाने लकारादेशः भवति यङ्गिपरे. गृहशब्दस्य ग्रह इति षष्ठ्यन्तं रूपं यङि सप्तम्यन्त द्विपदसूत्रं कृपोरोलः इत्यस्मात् रो लः इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रमस्ति ग्रह रः लः यङि इति अस्ति अत्र अत्र ग्रो यङि वदति अत्र ऋकारस्य स्थाने रेफस्य स्थाने लकारदेशः भवति इति अस्ति यङि परे गृहयोग यङ् इति अस्ति ऋत इद्धातौ इत्यनेन गि गीय इदानीं गि उरण्डपर इत्यनेन तत्र ऋकारस्थाने अनादेशः चेत् सः सुतरपरः भवति गिर्य इदानीं गिर्य इति अस्ति इदानीं गिर्य इति अस्मिन् इदानीं सूत्रद्वयस्य प्रसक्तिः अस्ति खलु तत्र हलिच इति सूत्रस्य प्रसक्तिः अस्ति खलु इदानीं गृहयङ्गि इत्यस्य कार्यमेव भवति आं तर्हि गृहयङ्गि अनेन गिल् गिल् योगय इति अस्ति तेन धातुः अस्ति तर्हि इदानीं तत्र दीर्घः न भवति तत्र रेफा नास्ति इति कृत्वा गिल् गिल्य इति खलु गिगिल्य जिगिल्य जेगिल्य जेगिल्यते जेगिल्येते जेगिल्यन्ते इति भवति तर्हि तत्र गृहधातुः शब्दे नास्ति निगरणे जेगिल्यते जेगिल्यते अस्तु जेगिल्यन्ते तत्र तत्रैव प्रश्नः भवति अग्रे गिर् इति तत्र 82 अस्ति किल ग्रोयङ्गि इति 82 अस्ति संयङ्गोः इति 61 अस्ति अतः तत्र ग्रोयङ्गि इत्यनेन यत् कार्यं कृतं रेपस्य स्थाने लकारादेशः तद् द्वित्वात् पूर्वमेव जातः अतः संयङ्गोः तस्य कार्यं पश्यति वा इति प्रश्नः कस्य द्वित्वं करोति कथं वा तस्य सिद्धता इति तस्यैव तद् दीर्घपरिच्छेदः तत्र औपदेशिकधातुः आदिदेशिकधातुः तद् किमर्थं तादृशभेदः कुत्र भवति कुत्र न भवति इति तद् सर्वम् अग्रे तदेव विषयः तद् मयापि इतोपि एकवारं पठनीयं तत्र किञ्चित् चिन्तनम् इदानीं तत्र वयं दृष्टवन्तः तत्र हलिचे इति सूत्रमपि तत् तादृशमेव खलु तर्हि तत्र आं सत्यं तत्र ग्रोयङ्गि इति यत् तत्र किमर्थं तत्र स्थापितं सूत्रं केवलम् अनुवृत्त्यर्थं वा अत्र किमपि अन्यप्रयोजनम् अस्ति वा तत्र तादृशचिन्तनमस्ति अहमपि पूर्णतया न पठितवती तस्य विषये एकवारं पठामि तत्र औपदेशिकधातुः आतिदेशिकधातुः इति विभागः अस्ति किल तस्य प्रयोजनं किम् इति एतादृशरीत्या महोदयस्य चिन्तनम् अस्ति अग्रे तद् तादृशचिन्तनं वयम् एतावता न कृतवन्तः इत्युक्ते वयम् आतिदेशिकधातुः औपदेशिकधातुः तावदेव परन्तु तत्र किमपि रूपसाधनार्थं तस्य प्रयोजनं किम् इति तादृशचिन्तनं इतः पूर्वं वयं न दृष्टवन्तः पूर्वमपि हलिच अपि तृपादिकार्यम् अनन्तरमेव वयं द्वित्वं कुर्मः परन्तु अत्र ग्रही ग्रो यङि संयङ्गोः मध्ये किमपि तत्र चिन्तनं तदेव अत्र अस्ति प्रश्नः उदेति यथा ग्रोयङ्गि इत्यस्य कार्यं साधयितुं शक्यते द्वित्व अभ्यासकार्यानन्तरं तत्रापि वयं कर्तुं शक्यते किल जेगीर्योगः य इति स्थितौ अनन्तरं ग्रोयङ्गि इत्यनेन वयं तत्र आदेशः तदपि भवितुम् अर्हति किल औपदेशिक अवस्थायामपि औपदेशिक अवस्था एव अवश्यं वा इति न जानीमः तत्र किमपि न उक्तं ग्रोयङ्गि सूत्रे औपदेशिकधातुः इति किमपि न उक्तं गृधातोः उक्तमेव किल गृधातोः इत्येव न सत्यं न तत्र इदानीम् औपदेशिकधातुः कः इति भवति अत्र अतिदेशिकः इति प्रश्नः उपदेशिकः कः अतिदेशिकः जातः अतः किम् इति एतादृशचिन्तनं वयं प्रायः एकवारं तत्र निच् पाठे कृतवन्तः परन्तु अस्य मार्गे न कृतवन्तः इति मम चिन्तनम्। अतः एव अहम् अपि एकवारं पठनीयं किम् अस्ति इति। बहु दीर्घचर्चा अस्ति अस्मिन् विषये, सो अहम् अग्रिमसप्ताहे तत्र इतोपि एकवारं कृते अपि वयं दृष्टवन्तः। आम् सत्यम्, एकवारं दृष्टवन्तः तत्र औपदेशिका आदिदेशिकधातोः विषये, परन्तु एतत् किञ्चित् भिन्नमार्गः दृश्यते, अतः इतोपि एकवारं मयापि पठनीयं, तद् पठित्वा वदामि। अस्तु, धन्यवादः। अग्रिमसप्ताहे नमस्कारः। आम्, दशमदिनाङ्कः एव किल तत्र, अस्तु नास्ति चिन्ता, तत्र दशमदिनाङ्कः वर्गात् उपविशति एव। अस्तु, धन्यवादः। धन्यवादः भगिनी, नमस्कारः। नमस्ते।